सहनाववतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ॐ हरि ओं महोदय धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः पूर्वम् आसीत् तत्र किं द्वितीया तृतीया चतुर्थी विभक्तयः हलन्तशब्दानाम् इदानीं तत्र अग्रे इदानीं तत्र सत्यजितः कथा भवति पाठः नूतनपाठः भवति अस्मिन् सत्यजित् इति एकः बालकः तस्य कथा इदानीम् अस्ति तां कथाम् अद्य पठामः अस्तु मधुमहोदय नमस्कारः शुभदा भगिनी नमस्कारः नमस्कारः महोदय नमस्कारः महोदय नमस्कारः भगिनि अतः तत्र पुटसङ्ख्या अस्ति 25 अस्तु तर्हि तत्र गतवर्गे एकवारं पठितवन्तः इति मन्ये किन्तु इदानीं तत्र सम्यक्तया परिशीलयामः इदानीं तत्र आरम्भात् प्राक् किं कुर्मः तत्र प्रायशः यदि किञ्चित् तत्र विशेषणविशेष्यभावस्य अभ्यासं कुर्मश्चेत् प्रायशः सुलभं पाठः सुलभः भवति इति मन्ये अतः तत्र वेदा भगिनी तत्र विशेषणविशेष्यभावः इत्युक्ते कः एकः एकम् उदाहरणं ददाति वा भगिनि नद्यां निमज्जतु निमज्जतु न न केवलं भवत्याः भवत्याः उदाहरणम् ओ मम उदाहरणं वा ओके साधारण उदाहरणं सरल उदाहरणम् ओके मेघश्यामः न मेघश्यामः तत्र विशेष्यं किं विशेषणं किम् ओ न तत् तत्तु समासपदमस्ति एकं तत्र पदद्वयं वदतु एकं विशेष्यम् एकं विशेषणं मेघश्यामः इत्युक्ते श्यामः मेघ इव श्यामः मेघः मेघः विशेषणं विशेषणं श्यामः विशेष्यम् अस्तु मेघः श्यामः इति अस्तु इदानीं तत्र यदि भवति तादृशश्यामः अस्ति यदि भवती तादृशश्यामं पश्यति तत्र वाक्यं किं भवति अहम् अहं पश्यामि पश्यामि अहं पश्यामि किन्तु मध्ये किं भवति मेघश्यामः पश्यामि मेघः श्यामः पश्यामि श्यामं समीचीनम् अस्तु अतः वदतु इदानीम् अहम् अहं मेघं मेघं श्यामं पश्यामि हा बहु समीचीनं द्वितीयविभक्ति विशेषणस्य विशेष्यस्य अपि समीचीनं भगिनि अस्तु इदानीं तत्र गीताञ्जलि भगिनी इदानीं तत्र मेघः श्यामः अस्ति तेन सह भवती सम्भाषणं करोति अतः तत्र वाक्यं किं भवति वाक्यं भवति अहं मेघ श्यामेन सह सम्भाषणं करोमि अस्तु अत्र ये समस्तपदं किन्तु इदानीं तत्र मेघः एकपदं श्यामः अन्यत् पदम् अस्तु महोदय अहं मेघं श्यामं न मेघेन श्यामेन सम्भाषणं करोमि हा समीचीनं भगिनि अस्तु समीचीनम् इदानीं तत्र ललिता भगिनी इदानीं तत्र श्यामः अस्ति भवती तस्मै पुस्तकं ददाति अतः वाक्यं किमपि भवति श्यामः पुस्तकं ददाति भवती ददाति पुस्तकं भवती न न भवती ददाति अतः भवती किं वदति अहं भवती एव ददाति. अतः वाक्यमस्ति अहं ददामि. चतुर्थी विभक्ति समीचीनं समीचीनम् अस्तु. वदतु. अहं अहं श्यामाय पुस्तकं ददामि ददामि. किन्तु श्यामः मेघः श्यामः अस्ति. मेघाय श्यामाय पुस्तकं ददामि. समीचीनम् अस्तु. इदानीं महोदय क्षम्यतां महोदय, किञ्चित् तत्र सन्देहः. तत्र मेघं श्यामं मेघः श्यामः इत्युक्ते अर्थः किञ्चित् भिन्नः भवति किल महोदय? भवतु भवतु, चिन्ता मास्तु भगिनि. इदानीं तत्र तत्र प्रसिद्धप्रयोगः भिन्नः भवेत्, किन्तु अत्र यद् वयं स्वीकृतवन्तः श्यामः इति विशेषणं, मेघः इति श्यामः इति विशेषं, मेघः इति विशेषणं, तदेव स्वीकुर्मः. विपरीतस्य अपि तत्र प्रयोगः भवति, किन्तु चिन्ता मास्तु. यत् विशेषणमस्ति यद्विशेषमस्ति तयोः सम्बन्धः वाक्ये कथं भवति इति एव अस्माकम् उद्देशः. अस्तु महोदय. अतः तत्र प्रसिद्धप्रयोगः भिन्नः अस्ति, सत्यमेव, किन्तु इदानीं मास्तु तस्य विषये किमपि चर्चा मास्तु. अस्तु महोदय. अस्तु, इदानीं तत्र मधुमहोदय, इदानीं तत्र श्यामः पुस्तकं ददाति, भवते पुस्तकं ददाति, भवान् किं वदति? अहं कस्मात् पुस्तकं स्वीकरोति? अहम् अहं स्वीकरोमि, पुस्तकं स्वीकरोमि, किन्तु कस्मात् स्वीकरोमि? अहं नाम अस्ति वा त्वं? मेघः श्यामः, मेघः श्यामः मेघात् श्यामात् पुस्तकं पुस्तकं स्वीकरोमि स्वीकरोमि. अस्तु, समीचीनम्. अस्तु, इदानीं शोभा भगिनी, इदानीं तत्र एतत् पुस्तकं श्यामस्य अस्ति, उत्पीठिकायां श्यामस्य पुस्तकम् अस्ति. इदानीं पूर्णवाक्यं किं भवति? उत्पीठिकायां अस्तु, तत् एतं मेघस्य श्यामस्य पुस्तकम् अस्ति वा महोदय? हा इति, हा समीचीनं भगिनि. उत्पीठिकायां यत् पुस्तकम् अस्ति तत् पुस्तकं अस्ति. समीचीनं भगिनि. हा अस्तु, इदानीं तत्र सुजाता भगिनी, इदानीं तत्र मेघस्य तत्र मेघः श्यामः तस्मिन् विश्वासः अस्ति, तत्र विश्वासः इति प्रकटीकर्तुं वयं किं वदामः? तस्मिन् मम विश्वासः अस्ति. इदानीं मेघः श्यामः अस्ति, इदानीं तत्र वाक्यं किं भवति? मेघे श्यामे मम विश्वासः अस्ति इति. चिन्ता मास्तु भगिनि. हा इदानीं अस्तु, वंशीसुत भगिनी नमस्कारः. नमस्ते महोदय, सुप्रभातम्. सुप्रभातं भगिनि. समयः परिवर्तनं कृतवान् वा? आं भगिनि, इदानीं तत्र परिवर्तनम् अस्ति. इदानीं तत्र पादोन भवत्याः कृते तत्र पादोन षड्वादनम् इति मन्ये. अस्तु, समीचीनं वा भगिनि? समीचीनमेव महोदय, किमपि कर्तुं. भवती उक्तवती तत्र षड्वादनं, किन्तु तत्र सर्वे तत्र सार्धपञ्चवादनम् इति समयः आसीत्, अतः तत्र मध्यमभागे स्थापितुं. चिन्ता मास्तु महोदय. अस्तु भगिनि. अधुना किं तत्र पुटसङ्ख्या अस्ति? 25 भगिनि. अस्तु महोदय, धन्यवादः. लक्ष्मी भगिनी नमस्कारः. नमस्कारः महोदय. नमस्कारः भगिनि. पुटसङ्ख्या अस्ति 25 भगिनि. ओ अस्तु भगिनि. अस्तु अस्तु. तत्र सत्यजितः कथा. इदानीं शुभदा भगिनी, इदानीं तत्र एषः एव तत्र विशेषणविशेषभावः. इदानीं तत्र कृतवान् सत्यजित् इति. शुभदा भगिनी, शुभदा भगिनी न श्रूयते. अस्तु, अन्य कोऽपि तत्र अस्तु. आं वंशी सुधा भगिनी, तत्र तत्र पाठः पाठं प्राप्तवती वा भगिनी? आम् आं महोदय. धीरस्तत्र न मुह्यन्ति तदेव न मुह्यति. हा सत्यं भगिनि. हा तत्र रक्तवर्णे तत्र मध्यभागे तत्र वाक्यद्वयम् अस्ति, तत् पठति वा भगिनि? प्रथमं अस्तु महोदय. नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति. एतम् उच्चैः पठत अवगच्छत च. पर्याप्तं भगिनि. इदानीं तत्र कृतवान् सत्यजित् इति एकः बालकः अस्ति, सत्यजित् कृतवान्. तत्र कृतवान् इति किं भवति? कृतवान् इति नामपदं वा क्रियापदं वा? न, कृतवतः सत्यजितः किल तत्र. अस्तु अस्तु, किन्तु सत्यजित् कृतवान् इति स्वीकुर्मः. सत्यजित् कृतवान् इति सत्यजित् इति प्रथमविभक्तौ, कृतवान् अपि प्रथमविभक्तौ. तत्र कृतवान् नामपदं वा क्रियापदं वा? कृतवान् इति कृतवत् तत्र तु क्रियापदं तवत् प्रत्ययः किल महोदय? अव्ययं भवति किल तवत्? अव्ययं न, विशेषणं खलु. कृतवान् कृतवती, स्त्रीलिङ्गे कृतवान् कृतवती, पुल्लिङ्गे कृतवान् खलु. आम् आं सर्, क्षम्यतां महोदय, तत्तु विशेषणं भवति. विशेषणं यद्यपि तत्र वयं चिन्तयामः भूतकाले करोति इति पदस्य भूतकालरूपमस्ति कृतवान् इति, किन्तु तत् क्रियापदं नास्ति, केवलं सौलभ्यार्थं तत्र तादृशं वदामः खलु. किन्तु अकरोत् इति एव वस्तुतः क्रियापदं खलु. अतः तत्र सत्यजित् कृतवान् इति. इदानीं तत्र द्वितीयविभक्तौ किं भवति? हा तत्र तु प्राणरक्षणं कृतवान्. न, केवलं तत्र सत्यजित् कृतवान् इति केवलं तस्य द्वितीयव्यक्तिरूपं किं भवति? ओ, सत्यजित् कृतवान्. ओ अस्तु, कृतवन्तम् इति भवति महोदय. हा कृतवन्तम् अपि सत्यजित् सत्यजितं भवति. सत्यजितं कृतवन्तम्. हा कृतवन्तं सत्यजितम् इति. इदानीं तत्र तृतीया किं भवति? कृतवता इति भवति. सत्यजितया कृतवता. सत्यजिता जितः रामः शब्दवत् तकारान्तस्तत्र. सत्यजितया इति भवति. तत्र मरुत् शब्द इव इति चिन्तयितुं शक्नुमः. अस्तु अस्तु, मरुत् शब्दपदं सत्यं. तर्हि सत्यजिता कृतवता इति भवति. इति भवति, हा इति भवति. अतः तत्र एतादृश तत्र विशेषणविशेषभावः बहुत्र अस्मिन् पाठे अस्ति. अतः तत्र इदानीं विशेषसावधानम् अपेक्षितं तत्र तेषां कृते, विशेषणविशेषभावः इति. अस्तु, अतः तत्र एकवारं पठामः, तदनन्तरं. अस्तु अस्तु, अग्रे तत्र लक्ष्मी भगिनी आरम्भं करोति वा तत्र अध्यक्षः इति? अस्तु, आं महोदय. अध्यक्षः, सर्वेभ्यः नमः. महत्यां विपति समागतायाम् आत्मनः प्राणान् त्रिणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः। अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरतापुरस्कारं प्राप्तवान् अस्ति पुरस्कारान् प्राप्तवान् अस्ति। एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति। एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति। प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः। हा, समीचीनं भगिनि, धन्यवादः। अस्तु, अग्रे तत्र वेदा भगिनी अग्रे पठति वा तत्र? आम् महोदय। सत्यजित्, सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः। तस्मिन् दिने विरामः आसीत्, अतः अहं क्रीडितुं सुहृदां दर्शनाय स्वगृहतः गच्छन् आसम्। हरितः तीरेण गच्छतः मम मनसि कञ्चित् कालं तरिति तरामि। तदनन्तरं सुहृदां दर्शनाय गच्छामि इति विचारः उत्पन्नः। तरणार्थम् उद्युक्तः अहं किञ्चित् अग्रे कस्यचित् तरोः अधः कानिचन वस्त्राणि दृष्टवान्। अहं परितः अवलोकितवान्, परन्तु न कोऽपि तत्र आसीत्। पुनरपि सरिति दृष्टिं प्रसारितवान् अहं किञ्चिदग्रे सरितः प्रवाहे मज्जन्तौ बालकौ दृष्टवान्। निमेषं यावत् शब्दः अभवत्, ततः सरितः गभीरतां विपदः कठिनताम् आत्मनः दौर्बल्यं च विस्मृत्य अहं सरिति कूर्दितवान्। हा, तावत् पर्यन्तं भगिनि, धन्यवादः। धन्यवादः, धन्यवादः। अस्तु, अग्रे सुजाता भगिनि। आं महोदय, शीघ्रं तीर्त्वा एकं बालकं शिरसि गृहीतवान्। तदा अपरं बालकम् आत्मनः स्कन्धे कृत्वा समग्रां शक्तिं संहृत्य अहं कथमपि सरितः तीरम् आगतवान्। यावत् तीरं प्राप्नवम् तावता मम बोधः विनष्टः आसीत्। जागरितः अहम् उच्चै आकृष्य सर्वान् आहूतवान्। ये विपदि पतिताः भवन्तु रक्षणीयाः एव। तत्र आपदः काठिन्यम् आत्मनः हितं वा यदि चिन्तयामः तर्हि पश्चात् दुःखम् अनुभोक्तव्यं भवति इति मम विश्वासः। धन्यवादः। हा, समीचीनं भगिनि, अस्तु, धन्यवादः। धन्यवादः। हा, अस्तु, अग्रे तत्र मधुसूदन महोदय अग्रे पठति वा? आं महोदय। अध्यक्षः, इदानीं सच्चदिसः सम्मानं करोति। सम्माननं करोति. अस्य नगरस्य भिषजां प्रमुखः नरेन्द्रमहोदयः नरेन्द्रः सत्यजितः मुखात् एव सर्वं वयं श्रुतवन्तः. कस्यापि जनस्य महत्त्वं वाचः माधुर्येण सम्पदः वाचः माधुर्येण सम्पदः राशिना वा न अपि तु कर्मणः प्रभावेन एव सिद्ध्यति. विवेकिनः प्रतिभाशालिनः गुणिनः अस्य बालकस्य चरितं सर्वेषाम् आदर्शः भवतु. धन्यवादः. हा इति समीचीनं महोदय. अस्तु, इदानीं तत्र पङ्क्तिशः पश्यामः किं किम् अस्ति इति. अस्तु, अश्विप्रिया भगिनी नमस्कारः. भगिनी, अङ्कसङ्ख्या अस्ति 25. अस्तु, तर्हि इदानीं तत्र पङ्क्तिशः पश्यामः किं किम् अस्ति इति. तत्र शोभा भगिनी आरम्भं करोति वा? तत्र रक्तवर्णे यत् अस्ति ततः तत्र नद्यां निम्मजतो. महोदय, क्षम्यता महोदय, तत्र कृतवतः छात्रस्य इति शत्रान्तपदम् अस्ति न महोदय? लभन्तं त्वान्तं नास्ति किल? इदानीमेव पश्यामः, तदेव इदानीं कुर्मः. तव तु अव्यं भवति महोदय, एतत् तु शत्रान्तपदमस्ति, अतः परिवर्तनं भवति. मम मनसि तु त्वान्तं तु अव्यमेव भवति इति सर्वदा अस्ति. एकवारं पश्यतु महोदय. सत्यं, परन्तु पश्यामः एकवारं शोभा भगिनी पठित्वा. एतदेव वाक्यम् एकवारं पठित्वा पश्यामः. अस्तु महोदय. नद्यां निमज्जतोः बालयोः प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः सम्माननसमारम्भः प्रवर्तमानः अस्ति. अपि दूरदर्शनेन पूर्वणे दृष्टि एकवारं पूर्णतया पठतु भगिनि. अस्तु अस्तु. दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति. एतम् उच्चैः पठत अवगच्छत च. इदानीं प्रथमवाक्यं, तत्र प्रथमवाक्ये अन्तिमपदं तत्र क्रियापदं किमपि अस्ति? आम्, किम् अस्ति इति प्रश्नः. तत्र प्रथमवाक्ये अस्ति इति अस्ति, अपि च द्वितीयवाक्ये अपि अस्ति. इदानीं प्रथमवाक्यं पश्यामः. अस्ति, प्रथमवाक्ये तत्र अस्ति इति. इदानीं तत्र कर्तृपदं किम् अस्ति? तत्र किम् अस्ति? नद्यां निमज्जतो. केवलं कर्तृपदं किम् अस्ति इति पश्यतु तत्र. एकनिमिषं महोदय. एकमेव पदं तत्र नद्याम् अस्ति. न, किन्तु कर्तृपदं किम् इति प्रश्नः, अतः प्रथमाविभक्तिरूपम्. अस्तु अस्तु, क्षम्यताम्. तत्र किम् अस्ति? एकनिमिषं महोदय. नद्यां अज्जतोः, तत्र तु षष्ठी प्राणरक्षणम् इति तु कर्मपदमस्ति. कृतवतः छात्रस्य, कृतवतः षष्ठी इति मन्ये छात्रस्य अत्यजितः सम्माननसमारम्भः अस्ति. सम्माननसमारम्भः अस्ति महोदय. समीचीनं भगिनि. सम्माननसमारम्भः अस्ति. किम् अस्ति अथवा कः अस्ति? समारम्भः अस्ति. सम्माननसमारम्भः सम्माननसमारम्भः अस्ति अस्ति. अपि तत् गतः इति इत्युक्ते तत्र भूतकाले अस्ति वा अथवा भविष्यत्काले तत् भवति वा इत्युक्ते न तत्तु एषः प्रवर्तमानः अस्ति. इदानीं तत्र प्रवर्तमानः अस्ति. यथा अस्माकं वर्गः इदानीं प्रवर्तमानः अस्ति, तादृशः तत्र सम्माननसमारम्भः इदानीं तत् प्रचलन् अस्ति समारम्भः अतः प्रवर्तमानः अस्ति करेण्ट् इदानीं गच्छ इदानीं तद् अस्ति तत्र प्रवर्तमानः अस्ति अतः प्रवर्तमानः इति विशेषणं विशेष्यम् अस्ति समारम्भः इति अस्तु तदस्ति लघुवाक्यं तत्र क्रियापदं कर्तृपदम् अपि विशेषणमपि अस्ति तत्र अस्तु इदानीं प्रश्नः उदेति कस्य सम्माननसमारम्भः इति तत्र कस्य सम्माननसमारम्भः इत्युक्ते सत्यजितः कस्य इत्युक्ते अस्तु सत्यजितः सम्माननसमारम्भः इदानीं कीदृशसत्यजितः सत्यजित् कीदृशः तत्र प्रथमं छात्रस्य इति स्वीकरोमि महोदय अस्तु छात्रस्य सत्यजितः तत्र किन्तु छात्रस्य तत्र छात्रस्य सत्यजितः इति अस्ति तत्र प्रथमाविभक्ति किं भवति छात्रः सत्यजित् हा सत्यजित् कः अस्ति सः छात्रः अस्ति सः छात्रः अस्ति एतस्य छात्रस्य सम्माननसमारम्भः प्रवर्तमानः अस्ति अस्ति इदानीं हा इदानीं तत्र सः साधारणछात्रः वा अथवा विशेषछात्रः वा एषः सः तु विशेष एव कीदृशः इत्युक्ते प्राणरक्षणं कृतवतः छात्रस्य सत्यजितः इदानीं तत्र प्राणरक्षणं कृतवतः सत्यजितः सत्यजितः समानं सम्माननसमारम्भः अस्ति तत् सर्वं षष्टिविभक्तौ अस्ति कस्य इति प्रश्ने एतद् उत्तरं भवति किन्तु सत्यजित् कीदृशछात्रः सः प्राणरक्षणं कृतवान् सत्यजित् कीदृशछात्रः सः प्राणरक्षणं कृतवान् छात्रः भवती अवगच्छति खलु भगिनि कृतवान् तत्र कृतवतः इति षष्ठी अस्ति खलु कृतवान् इत्यस्य भवान् भवान् भवान् वत् तत्र कृतवान् कृतवतः गतवान् गतवतः पठितवान् पठितवतः इति रूपम् अतः कृतवतः इति वंशीसुधा भगिनी इदानीं समीचीनं वा तत् तत्तु सम्यक् परन्तु तत्र शत्रान्तपदम् अस्ति न महोदय तत्र भगिनी क्षमतां कृतवन्तः इति भवति बहुवचने अस्तु भगिनि तत्र शत्रान्तरूपम् अस्ति चेत् अर्थः कः भगिनि प्राणरक्षणं कृतवन् सत्यजित अस्तु कृतवन् इति स्वीकरोतु तत्र कृतवन् अस्ति चेत् सत्यजित् कृतवन् इति न भवति तत्र कुर्वन् इति एव शत्रन्तरूपं खलु ओ अस्तु कुर्वन् एव सत्यं सत्यं कुर्वतः इति क्षम्यतां कृतवन्तः इति उक्तवती कुर्वन् कुर्वन्तौ कुर्वन्तः इति वदनीयम् आसीत् कुर्वन् षष्टिविभक्तौ कुर्वतः इति किञ्चित् भ्रमः जातः महोदय चिन्ता मास्तु भगिनि अपि तत्र यदि छत्रन्तम् अस्ति चेत् सः इदानीमपि तद् कार्यं कुर्वन् अस्ति सः किन्तु अत्र तु रक्षणं पूर्वमेव कृतवान् एषः भूतकालम् अस्ति खलु यदि सः प्राणरक्षणं कुर्वन् अस्ति चेत् अत्र समारम्भे सः न भवितुम् अर्हति सः अन्यत्र कुत्रापि अस्ति खलु अतः तत्र इदानीं समीचीनं भगिनि तत्र कृतवान् इति एव कृतवान् इति पदस्य षष्ठी कृतवतः इति इदानीं शोभा भगिनी पुनः तत्र प्राणरक्षणं कृतवान् सत्यजित् छात्रः अस्ति सः प्राणरक्षणं कृतवान् इदानीं प्रश्नः उदेति कस्य प्राणरक्षणं सः कृतवान् प्रथमं तु बालयोः प्राणरक्षणं कृतवान् समीचीनं कीदृशौ बालकौ न बालयोः कीदृशयोः कीदृशयोः अथवा तत्र कीदृशयोः अथवा कीदृशौ बालौ बालौ अथवा कीदृशयोः बालौ तौ तौ कीदृशौ बालौ निमज्जन्तौ निमज्जन्तौ निमज्जतोः इति षष्टि सत्यं भगिनि निमज्जत् निमज्जतोः तत्र तत्र निमज्जन् निमज्जन् निमज्जन् इदानीं शत्रन्त इदानीं शत्रन्त इदन्तीं शत्रन्तरूपं हा इदन्तीं निमज्जन् निमज्जतो निमज्जन्तौ निमज्जन्तः किन्तु तत्र निमज्जतोः इति अस्ति अत्र षष्ठी द्विवचनं निमज्जतोः बालयोः तत्र क्षम्यतां महोदय तत्र प्रश्नवाचकं कयोः बालयोः इति कृतवान् किल कीदृश भवति वा कयोः भवति किल कयोः बालयोः अस्तु तत्र कयोः कयोः तत्र किन्तु कीदृश भवति कीदृश विशेषणं भवति किल विशेषणम् इति उत्तरम् उत्तरं तु अत्र विशेषणं रूपेण एव अस्ति अस्तु तर्हि कयोः अपि भवितुम् अर्हति किल कयोः बालयोः शक्तुं तत्र ते के ते के अथवा तौ कौ इति अर्थे सत्यं हा तदपि वक्तुं शक्नुमः समीचीनमेव भगिनि हा अस्तु अपि प्रथमविभक्तौ एव अपि प्रश्नः प्रष्टुं शक्नुमः खलु किमर्थं षष्टिविभक्तौ वाक्ये अस्ति किन्तु बालकौ तौ कौ षष्टी अपि भवितुम् अर्हति इति मन्ये किन्तु षष्टि इति वाक्ये किम् अस्ति इति किन्तु साधारणरूपेण अस्तु तद् वाक्यम् अस्ति किन्तु बालौ इति तत्र वाक्ये अस्ति कीदृशौ तौ बालौ इति अपि प्रश्नः भवितुम् अर्हति तदानीं किं भवति केवलं प्रथमखण्डः यः अस्ति तस्मिन् विषये एव उत्तरं भवति तत्र हा तत्र सत्यजितः इति विषयः न आगच्छति केवलं बालौ स्तः बालयोः विषये हा केवलं बालयोः विषयः भवति अतः तत्र बालौ कौ अथवा कीदृशौ बालौ इत्युक्ते उत्तरं किं भवति निमज्जतोः बालयोः न न इदानीं निमज्जन्तौ बालौ निमज्जन् नद्यां निमज्जन्तौ कौ अस्ति चेत् निमज्जन्तौ कौ बालौ निमज्जन्तौ बालौ तत्र यौ बालौ यौ बालौ निमज्जन्तौ नद्यां निमज्जन्तौ बालौ तयोः इदानीं तयोः प्राणरक्षणं कृतवान् हा इति तत्र यः सः इति उपयुज्य तत्र यः पुरुषः एतत् पुस्तकं रचितवान् इति उक्त्वा तदनन्तरं तस्य नाम वेदव्यासः इति यः ऋषिः एतत् पुस्तकं रचितवान् तस्य नाम वेदव्यासः इति वक्तुं शक्नुमः खलु तत्र यः सः इति वाक्यखण्डद्वयम् अस्ति चेत् तत्र समानविभक्तिः न अपेक्षिता हा यः इति उक्त्वा तस्य अथवा या इति उपयुज्य तदनन्तरं तस्याः अथवा तस्यै इति तदपि भवितुम् अर्हति खलु तत्र या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता नमस्तस्यै इति अस्ति खलु प्रसिद्धः या तस्यै इति अतः तत्र समानविभक्तिः न अपेक्षितम् अस्ति तादृश अत्रापि यौ बालौ नद्यां निमज्जन्तौ तत्र एकवचने वक्तुम् इच्छामि चेत् निमज्जतः इति भवति किल निमज्जतः निमज्जन् निमज्जन् इति षष्टिविभक्ति महोदय षष्टिविभक्ति वक्तुम् इच्छामि चेत् निमज्जतः निमज्जतोः इति तत्र निमज्जतः सत्यं भगिनि निमज्जतः बालस्य निमज्जतः प्राणरक्षणं कृतवान् कृतवतः इदानीम् अतः तत्र बहु किमपि अस्मिन् वाक्ये अन्तर्भूतः अस्ति. आम् आम्, निमज्जन् बालं प्राणरक्षणं कृतवान्, निमज्जतः बालस्य प्राणरक्षणं कृतवान् कृतवतः कृतवान् कृतवान् अस्ति एषः. अतः तत्र खण्डत्रयं भवति, अत्र बालद्वयं अथवा बालौ द्वौ बालौ नद्यां निमज्जन्तौ इति एकः खण्डः प्रथमभागः. तदनन्तरं तयोः प्राणरक्षणं सत्यजित इति छात्रः कृतवान् इदानीं सत्यजितः यः छात्रः प्राणरक्षणं कृतवान् तस्य सम्माननसमारम्भः इदानीं प्रवर्तमानः अस्ति. अतः तत्र विशेष्यस्य यः यद् लिङ्गं तदेव लिङ्गं विशेषणस्य अपि वचनम् इति विभक्ति सर्वम् इति तत्र भवति. अतः तत्र इदानीं पुनः एकवारं वदतु भगिनि, तत्र विभक्ति तत्र नद्यां ततः आरभ्य तत्र विभक्ति किं किम् अपि किमर्थं तादृशी विभक्ति इति किञ्चित् वदति वा? आम् महोदय, नद्यां इति सप्तमी अस्ति, निमज्जतोः इति शत्रन्तपदं, तत्र षष्ठीविभक्तौ द्विवचने. किमर्थं तादृशः अस्ति चेत् तत्र तदनन्तरं बालयोः इति अस्ति, तत्तु षष्ठीविभक्त्याम् अस्ति, अतः तत्र विशेष्यं बालयोः विशेषणं निमज्जतोः इति अस्ति इति कृत्वा अस्ति. समीचीनम्. अपि च प्राणरक्षणम् इति तत्र कर्मपदं भवति. अपि च कृतवतः किमर्थं षष्टि अस्ति चेत् तदनन्तरं छात्रस्य सत्यजितः इति अपि अस्ति, अतः तत्र कृतवतः अपि छात्रस्य विशेषणौ भवतः सत्यजित. अपि च सम्माननसमारम्भः इति तु प्रथमविभक्ति. प्रवर्तमानः अस्ति, प्रवर्तमानः तत्र तु किमस्ति, तत्र मानः इत्युक्ते किन्तु इदानीं न पठितवन्तः, केवलं विशेषणम् इति वदामः. प्रवर्तमानः सम्माननसमारम्भः, प्रवर्तमानः विशेषणं, सम्माननसमारम्भः विशेष्यं. प्रवर्तमानः सम्माननसमारम्भः संरम्भः. अपि तत्र कस्य समारम्भः इत्युक्ते सत्यजितः, अपि तत्र कस्य प्राणरक्षणं कृतवान् इत्युक्ते बालयोः प्राणरक्षणम् इति. समीचीनं भगिनि. अस्तु, अपि तत्र तदनन्तरं प्रायश किमपि नास्ति, किन्तु एकवारं पठित्वा वदतु भगिनि. अस्तु महोदय, दूरदर्शनेन प्रसार्यमाणः सः कार्यक्रमः एवम् अस्ति. तत्र दूरदर्शनेन इति तृतीया विभक्ति, प्रसार्यमाणः इति शानच् पुनरेकवारं भवति. प्रवर्तते तत्र प्रवर्तते प्रवर्तमानः, अपि प्रसारयति प्रसार्यमाणः इति प्रसार्यते अस्ति, प्रसारयति तत्र स्प्रेड् इति प्रसार्यमाणः, तत्र दूरदर्शनं माध्यमेन प्रसार्यमाणः एषः कार्यक्रमः, सः कार्यक्रमः एवम् अस्ति. प्रसारयते इति भवति वा महोदय? प्रसारयते सः कार्यक्रमः, तत्रापि विशेषण विशेष्यं सः कार्यक्रमः एवम् अस्ति. तत्र कार्यक्रमः अस्ति इति आरम्भः भवति इति मन्ये. हा सत्यं, इदानीं तत्र कार्यक्रमस्य आरम्भः. एतम् उच्चैः पठत अवगच्छत. अस्तु, अत्र किमपि नास्ति. अस्तु, समीचीनं भगिनि, धन्यवादः. धन्यवादः. अस्तु भगिनि, अस्तु अग्रे तत्र शुभदा भगिनी अस्ति वा? अस्तु न श्रूयते अस्तु. गीताञ्जलि भगिनी अग्रे पठति किञ्चित् पठित्वा वदति वा भगिनि पङ्क्तिशः. आं महोदय. महत्यां विपदि समागतायाम् आत्मनः प्राणां तृणीकृत्य सरितः जले निमज्जन्तौ बालकौ रक्षितवतः सत्यजितः सम्माननाय वयम् अस्यां संसदि समागताः स्मः. इदानीं तत्र अन्तिमपदं पुनः एतद् वाक्यं तत्र अन्तिमपदम् अस्ति स्मः इति क्रियापदम्. क्रियापदं स्मः इति अस्ति चेत् कर्तृपदं किं भवति? समागताः न स्मः अस्ति चेत् तत्र स्मः प्रथमविभक्ति तत्र एकनिमिष वयं भवति वयमेव खलु भगिनि. वयमेव वयमेव तत्र विकल्पः एव नास्ति खलु. वयम् इति वयं स्मः वयं स्मः इति कर्तृपदं वयं स्मः वयं स्मः वयम् इदानीं तत्र कुत्र स्मः वयं कुत्र प्रश्न. वयं समागताः स्मः इत्युक्ते वयं इदानीं तत्र समागताः इति अस्ति अस्तु संसदि इति समीचीनं. वयं संसदि स्मः वयं संसदि स्मः संसदि इति सप्तमी विभक्ति सप्तमीरूपं किम् अस्ति तकारान्त अस्ति वा महोदय? तकारान्त इति मन्ये संसद् परिषद् संसद् परिषद् स्त्रीलिङ्गं पदं नाम स्त्रीलिङ्गं स्त्रीलिङ्गं किमर्थं स्त्रीलिङ्गं किमर्थं दृष्ट्वा वयं जानीमः तत् श्रीलिङ्गम् इति एव. किमर्थं तु न जानामि किन्तु किमर्थम् इत्युक्ते कथं जानीमः एतत् श्रीलिङ्गपदम् इति. अस्तु दृष्ट्वा एव वद तत्र वाक्यं पठतु तत्र किमस्ति वयं कुत्र स्मः वयम् अस्यां संसदि अस्याम् इति अपि श्रीलिङ्गम् अस्ति अस्यां अतः तत्र अस्याम् इति अस्ति अतः अस्यां संसदि अस्याम् इति विशेषणपदम् अस्ति. अस्मिन् इत्युक्ते पुल्लिङ्ग अथवा नपुंसकलिङ्ग किन्तु अत्र अस्याम् इति अस्ति अतः स्त्रीलिङ्गं पदं स्त्रीलिङ्गविशेषणं अतः तत्र अस्यां संसदि तत्र अस्याम् इति तत्र इदं पदस्य इति खलु तत्र इदं इदं पदस्य रूपमस्ति सप्तमी एकवचन वचनरूपम् इति चिन्तयामि खलु तत्र अथवा तत्र अस्मिन् इदम् इदम् इमौ इमम् इमे इम किं सम्पूर्णतया तु न जानामि अधुना विस्मरामि पुनः. सत्यं किन्तु अग्रे आगच्छति किन्तु इदानीं तत्र एषा संसद् इति स्वीकुर्मः तत्र एषा संसद् इति अस्ति चेत् तत्र किं भवति एतस्यां संसदि वयं जानीमः एषा अस्ति चेत् एतस्याम् इति जानीमः अभ्यासपुस्तके अपि अस्ति खलु एतस्यां नद्यां अतः एतस्यां संसदि वयं स्मः समागताः स्मः समागतः इत्युक्ते वयं समीचीनं भगिनि विशेषणम् अयं वयम् इति पदस्य वयं समागताः स्मः सत्यं भगिनि तत्र वयं पूर्वम् एकः प्रायशः बेङ्गलूरुनगरे आसीत् अन्यः अन्यस्मिन् नगरे आसीत् किन्तु इदानीं किं वयं ततः ततः आगत्य वयं सर्वे अत्र स्मः इदानीम् एकत्र स्मः इदानीम् अतः समागताः स्मः वयं पूर्वम् एकत्र न स्मः किन्तु अद्य अद्य अपि च इदानीमेव इदानीं वयं सर्वे आस्यां संसदि समागताः स्मः. इदानीं प्रश्नः उदेति किमर्थं किं कर्तुं वयं सर्वे आस्यां संसदि समागताः स्मः. अतः अस्तु अस्तु किमर्थम् इत्युक्ते सम्माननाय समीचीनं भगिनि सम्माननार्थं अथवा सम्माननं कर्तुं वयं सर्वे अस्यां संसदि समागताः स्मः. इदानीम् अस्तु सम्माननं कर्तुं वा अस्तु कस्य सम्माननं कर्तुं अधुना तु सत्यजितः सम्माननं कर्तुं वयम् अस्यां संसदि समागताः स्मः. इदानीं तत्र एषः भागः इदानीं यः अस्ति तं भागं तु इदानीम् अवगच्छामः. तत्र वयम् अस्यां संसदि समागताः स्मः इति इदानीम् अवगच्छामः. अतः तत् त्यजामः. वयं स्मः. किमर्थं स्मः वयं सत्यजितः सम्माननाय स्मः. कस्य सम्माननाय सत्यजितः सम्माननाय वयं स्मः. कीदृशसत्यजितः रक्षितवतः सत्यजितः सत्यजितः इत्युक्ते विशेषण अस्ति. इदानीं तत्र रक्षितवतः इति सत्यजितः रक्षितवत् प्रातिपदिकम् अस्ति. अत्र तु षष्ठी एकवचनरूपं रक्षितवतः सत्यजितः इति षष्ठी एकवचनं समीचीनं विशेषण अस्ति. विशेषणम् इदानीं तत्र प्रथमविभक्तिरूपं किं भवति? प्रथम सत्यजित् रक्षितवान् सत्यजित् रक्षितवान् सत्यजित् यः अस्ति तस्य सम्माननाय वयं स्मः अत्र. इदानीं तत्र रक्षितवान् इति अस्ति. रक्षितवान् अस्ति चेत् तत्र रक्षितवान् इति भूतकालम् इति चिन्तयतु. इदानीं तत्र लट्लकाररूपं किम् अस्ति? लट् तु रक्षति एव लट् रक्षति सत्यजितः रक्षितवान् भूतकालरूपम् अस्ति चेत् तत्र इदानीं सत्यजित् रक्षति इदानीं तत्र प्रश्नः किं भवति? रक्षति कं रक्षति बालकौ इत्युक्ते कौ रक्षति बालकौ रक्षति सत्यजित् कं रक्षति अथवा कौ रक्षति सत्यजित् बालकौ रक्षति इदानीं बालकौ इति पदस्य विभक्ति का? अत्र तु बालकौ तु द्वितीय महोदय कर्मपदं बालकौ यद्यपि समानरूपम् अस्ति तत्र देवः देवौ देवाः देवं देवौ देवान् देवौ एव अस्ति किन्तु अत्र जानीमः कर्मपदम् अस्ति. अधुना कीदृशबालकौ निमज्जन्तौ बालकौ इदानीं तत्र निमज्जन्तौ इति तत्र प्रथमविभक्तिः अपि द्वितीयविभक्ति अस्ति न महोदय? निमज्जन्तः समीचीनं भगिनि. अतः तत्र तं रक्षति अथवा तौ निमज्जन्तौ बालकौ सत्यजित् रक्षति किन्तु इदानीं तत्र भूतकाले यदि वक्तुम् इच्छामः तदनन्तरं सत्यजित् रक्षितवान् सत्यजित् निमज्जन्तौ बालकौ रक्षितवान् हा किन्तु इदानीं तादृशः सत्यजित् महोदय वदतु भगिनि तत्र निमज्जन् रक्षितवान् इति सकर्मक भवति किल तत्र निमज्जन्तम् एकवचने तत्र द्वितीयविभक्ति निमज्जन्तौ एव भवति क्षम्यताम् एकवचने रूपसामान्यमस्ति सत्यं भगिनि तत्र प्रथमाविभक्तौ द्वितीयविभक्तौ द्विवचने देवौ देवौ इति एव अस्ति अतः अतः एव तत्र प्रश्नः भवति तत्र विभक्ति का इति हा नो चेत् प्रश्न तत् केवलं तत्र किञ्चित् तत्र किञ्चित् भ्रमः हा सत्यं भगिनि चिन्ता मास्तु हा किन्तु कर्मपद सम्पूर्णवाक्यं भ्रमित अत्र बहु किमपि अस्ति भगिनि अतः एव तत्र वाक्यं वाक्यम् इति एव स्वीकृत्य सर्वं वदन्तः स्मः वयं आं महोदय कथं वक्तव्यं महोदय रिच् रिच् सेण्टेन्स् इत्युक्ते लिटररि रिच् रिच् सेण्टेन्स् इत्युक्ते रिच् रिच् अस्तु अस्तु सत्यं भगिनि महत्त्वपूर्णवाक्यम् अथवा अनेक तत्र अनेकविषययुक्त अथवा अनेकविषयघटितवाक्यं जटिलवाक्यम् अस्तु तदपि सम्पदं वाक्यम् इति न सम्पदम् इति प्रायशः नास्ति वाक्यसम्पद् इत्युक्ते तत्र तद् भवति तत्र वाक्यानां सम्पद् इति वाक्यानां सम्पद् अस्तु भगिनि इदानीं तत्र महोदय श्रूयते वा अधुना हा इदानीं श्रूयते भगिनि हा समीचीनं भगिनि नमस्कारः नमस्कारः अत्र तृणीकृत्य इत्यस्य अर्थः किं महोदय तृणीकृत्य तत्र आगच्छामः किन्तु इदानीं तत्र अन्ततः आरम्भम् आरम्भपर्यन्तं विपरीतक्रमया कुर्वन्तः स्मः अतः अस्तु इदानीं तत्र सत्यजित् कि रक्षितवान् कौ रक्षितवान् सत्यजित् रक्षितवान् इदानीं तस्य सम्माननाय वयम् अस्यां संसदि समागताः स्मः इदानीं तत्र कुत्र निमज्जन्तौ जले निमज्जन्तौ बालकौ सः रक्षितवान् इदानीं तत्र सः रक्षितवान् तत् सर्वं पुनः आगच्छति किन्तु तस्मात् पूर्वं तत्र सरितः जले इति तत्र तत्र सरितः तत्र कस्य जले हा कस्य जले इत्युक्ते तत्र जलम् अस्ति किन्तु कीदृशजलम् अथवा तत्र कुत्र जलम् अस्ति इत्युक्ते तत्र सरितः जले सागरे अस्ति वा सरितः सागर हा सागरे अतः तत्र नद्याम् इति अपि तत्र नद्यां निमज्जन्तौ इति अपि वक्तुं शक्नुमः वयं समीचीनं तत्र किन्तु अत्र तु सरित् तकारान्तशब्दः अतः तत्र नदी अथवा तत्र सरित् इति सरित् इति पदमेव स्वीकृत्य तत्र किं वक्तुं सरिति निमज्जन्तौ इति अपि सप्तमी अपि समीचीनं समीचीनमेव भवति इदानीं तत्र शुभदा भगिनी पृष्टवती तत्र तृणीकृत्य इति सर्वम् अस्ति इदानीम् आरम्भतः आगच्छामः इदानीं तत्र महत्यां विपदि इति रूपं किम् अस्ति महत्यां विपदि अपि सप्तमी अस्ति सप्तमी विपदि अपि समाप्ति विपत् प्रथमविभक्तिरूपं विपदि सप्तमी महत्यां यथा नद्यां हा नदी नद्यां महती महत्यां नद्यां समीचीनम् अतः महत्यां विपदि महती विपद् इति प्रथमविभक्तिरूपं तत्र महती विपद् इति पदस्य द्विवचनं बहुवचनं प्रथमविभक्तौ किं भवति महत्यौ विपदौ न महत्यौ विपदौ बहुवचने महत्यः विपदः बहु समीचीनं भगिनि अस्तु अस्तु अस्तु हा समीचीनं हा इदानीं तत्र महत्यां विपदि समागतायाम् अपि अपि सप्तमी तत्र समागताः इति पूर्वम् आसीत् समागतायाम् इति तत्र किं तत्र अर्थः कः इति वदामः किन्तु केवलं तत्र विभक्ति का इति परिशील्य तत्र आत्मनः इति पुनः अस्ति आत्मनः इति आत्मनः अपि षष्ठी अस्ति आत्मनः आत्मा अत्र आत्मन् इति प्रातिपदिकम् आत्मा इति प्रथमविभक्तिरूपम् आत्मनः इति षष्ठी प्राणान् इति प्राणान् तु द्वितीयकर्मपदम् तृणीकृत्य इत्युक्ते अर्थ तु इत्युक्ते स्वस्य प्राणां तृणीकृत्य इत्युक्ते बाल सत्यजितः प्राणान् तृणीकृत्य तृणम् इति तृणं समानम् इति चिन्तयित्वा इत्युक्ते तस्य महत्त्वम् एव नास्ति प्राणानां महत्त्वमेव नास्ति तत् किमपि तस्य महत्त्वं नास्ति तेषाम् इति तृणीकृत्य तृणसमानम् इति चिन्तयित्वा अत्र तु तृणीकृत्य इति तत्र लेबन्तम् प्राणस्य चिन्तनं न कृत्वा अकृत्वा सत्यजित् इदानीं तत्र इदानीं तत्र अवगमनार्थम् अस्तु भगिनि भवती बहु समीचीनं कृतवती इदानीम् अन्यं पृच्छामः धन्यवादः भगिनि अस्तु वंशस्य भगिनि इदानीं तत्र अस्मिन् वाक्ये वाक्यस्य अर्थः कः पुनः एतदेव वाक्यम् अस्तु महोदय महत्यां विपदि समागतायां तत्र विपत् आगतः तत्र विपद् आगता अस्ति विपद् आगता अस्ति अथवा आसीत् तस्यां विपदि सः किं कृतवान् इति प्रश्नः सत्यजितः द्वौ बालकौ निमज्जन्तौ बालकौ तयोः रक्षणं कृतवान् समीचीनं भगिनि सत्यजित् तत्र महती विपद् आगता अस्तु महोदय महती विपद् आगता आसीत् अस्याम् अथवा अस्यां विपदि सः सत्यजित् किं कृतवान् सः निमज्जन्तौ बालकौ रक्षितवान् अथवा तयोः रक्षणं कृतवान् निमज्जतोः बालकयोः रक्षणं कृतवान् तस्य अत्र महोदय अत्र महत्यां विपदि समागतायाम् इत्युक्ते सतिसप्तमी अस्ति वा तदपि सत्यं भगिनि तदपि वक्तुं शक्नुमः सत्यम् अतः एव तत्र अहं केवलम् एतद् रूपम् उक्तवान् तत्र आगता अस्ति तस्यां सन्दर्भे तस्मिन् सन्दर्भे सः किं कृतवान् सत्यं भगिनि यदा तत्र यदा महता विपद् आगता तदा इति सतिसप्तमी समीचीनमेव भगिनि तदा तत्र सः किं कृतवान् सः रक्षणं कृतवान् अथवा रक्षितवान्. कौ रक्षितवान्? निमज्जन्तौ बालकौ रक्षितवान्. तत्र किं तदर्थं तस्य सम्मानाय अस्यां वयं संसदि समागताः स्मः. समीचीनं भगिनि. किन्तु एकः अंशः तत्र वक्तव्यः अस्ति, तत्र आत्मनः प्राणान् दृढीकृत्य. सत्यं सत्यं, तस्य आत्मनः अपि आत्मनः प्राणानां विषये किमपि न चिन्तित्वा अपि सः तत्र बालको रक्षति. मम किं तत्र अहं किं भवामि इति, तत्र अहं तत् कर्तुं शक्नोमि वा इति, तत् तादृश चिन्तनम् एव न सः न कृतवान् तत्र. अतः तत्र तस्य अथवा स्वस्य प्राणानां विषये सः किमपि चिन्तनं न कृतवान्, केवलं तत्र सरितः जले तत्र बालकौ यौ स्तः तयोः रक्षणं कृतवान्. सत्यं भगिनि. वदतु भगिनि प्रश्नः. तत्र प्राण नित्यबहुवचनम् अस्ति वा? सत्यं भगिनि, पञ्चप्राणाः सन्ति इति कृत्वा तत्र सत्यं भगिनि. तत्र पञ्चप्राणाः के इति तत्र कोऽपि वदति वा? प्राण अपान उदान ज्ञान उदान समान समान प्राण अपान अपान. वदतु भगिनि. न न वदतु वदतु भगिनि. प्राण अपान समान उदान अन्यत् अस्तु समीचीनम्. अतः पञ्चप्राणाः सन्ति तेषां चिन्तनम् अकृत्वा सः रक्षणं कर्तुं गतवान् अपि रक्षितवान्. अतः तस्य सम्माननाय वयं सर्वे अत्र स्मः इति. अतः तत्र सत्यं भगिनि, सत्यं भगिनि, एकवाक्यमेव लिखितवती. सत्यं भगिनि. अपि तत्र तत्र अन्यत् अस्ति, तत्र विभक्तेः कारणमपि भिन्नम् अस्ति. अतः तत्र कारणं यदि ज्ञास्यामः तर्हि तत्र अवगमनं भवति वाक्यस्य. एतादृशी वाक्यं कथं कथं वयं लिखामः इति. तदेव सः एव उत्तमप्रश्नः भगिनि. तत्र अतः एव तत्र बहुवारं वयं केवलं तत्र तत्र किं श्रो तत्र पठनम् आवश्यकम् अपि श्रवणम् आवश्यकम् अपि वदनमपि आवश्यकं. नो चेत् तत्र बहिः यत् मनसि अस्ति तत् बहिः आगच्छति चेत् एव तत्र प्रयोगः सुलभः भवति. वारं वारं यदि लघुवाक्यं कुर्मः तदनन्तरम् एतादृशं दीर्घवाक्यमपि कर्तुं शक्नुमः. पश्यतु वयं सर्वे आङ्ग्लभाषायां दीर्घवाक्यं वक्तुं शक्नुमः खलु. अतः तत्र तादृशः किं शक्तिः नास्ति इति न वक्तुं शक्नुमः, कर्तुं शक्नुमः. केवलं संस्कृतभाषायां तत्र अभ्यासः अपेक्षितः. यदि अभ्यासः भवति तदनन्तरं सुलभतया कर्तुं शक्नुमः. तावदेव. तत्र खण्डाः सन्ति, खण्डाः कथं भवति इति यदि बहुवारं कृत्वा तस्य तेषाम् अवगमनं भवति तदनन्तरं खण्डानां मेलनं कृत्वा दीर्घवाक्यं कर्तुं शक्नुमः. अस्तु समीचीनं, धन्यवादः भगिनि वंशीसुध भगिनि. अस्तु इदानीम् अग्रिमवाक्यं पश्यामः. अस्तु तत्र शुभद भगिनि अग्रिमवाक्यं करोति वा? आम् महोदय. अयं धीरः बालकः प्रधानमन्त्रिणः मुख्यमन्त्रिणः च धीरता पुरस्कारान् प्राप्तवान् अस्ति. पूर्णपरिच्छेदं पठामि वा? न न, केवलं वाक्यं वाक्यमेव परिशील्यामः. इदानीं तत्र अस्ति इति क्रियापदम् अस्ति इति क्रियापदम् अतः धीरता पुरस्कारान् केवलं तत्र कर्तृपदं किम् अस्ति इत्युक्ते किं भवति? बालकः. बालकः अस्ति. अयं धीरः बालकः. अयम् अयम् एषः इति अर्थे एषः धीरः बालकः विशेषणविशेषभावः. धीरः बालकः विशेषणविशेषभावः. अपि च अयम् इति इदं शब्दस्य पुल्लिङ्गरूपेण प्रथमा विभक्ति एकवचनं बालकः अस्ति इति कृत्वा तस्य अयम् तत्र अन्यत् विशेषणम् अस्ति वा बालकः इति पदस्य? धीरः बालकः. अयं धीरः बालकः तावदेव अस्ति अस्ति इति. इदानीम् अग्रे किं भवति? प्रधानमन्त्रिणः मुख्यमन्त्रिणः च अस्तु धीरता पुरस्कारान् प्राप्तवान् अस्ति. तत्र तु धीरता पुरस्कारान् इति कर्मपदं भवति वा? खलु तत्र प्राप्तवान् किम् अस्ति? धीरता पुरस्कारान् कः प्राप्तवान्? बालकः. बालकः प्राप्तवान्. अतः पुनः प्राप्तवान् अपि विशेषणम्. प्राप्तवान् अपि विशेषणम्. एषः अयं धीरः बालकः प्राप्तवान् अस्ति. इदानीं प्रश्नः किं प्राप्तवान्? अतः उत्तरं किं भवति? धीरता पुरस्कारान् प्राप्तवान्. धीरता पुरस्कारान् तत्र किमर्थं पुरस्कारान् इत्युक्ते तत्र धीरतां प्रदर्शितवान् एषः. अतः धीरता पुरस्कारान् प्राप्तवान् एषः धीरः बालकः. इदानीं तत्र प्राप्तवान् इति अस्ति चेत् तत्र किं भवति? पुरस्कारान् प्राप्तवान् प्राप्तवान् अस्ति इति तवक्तु प्रत्ययः भवति. तस्य प्राप्तवत् इति प्रातिपदिकं. तस्य बालकः अस्ति इत्युक्ते तस्य पुल्लिङ्गे प्राप्तवान् इति भवति. इति भवति. समीचीनं भगिनि. इदानीं प्रधानमन्त्रिणः मुख्यमन्त्रिणः च. अत्र तु पञ्चमी विभक्ति अस्ति इति अहं मन्ये. सत्यं भगिनि. रूपं दृष्ट्वा पञ्चमी वा षष्ठी वा इति वक्तुं शक्नुमः. किन्तु तत्र पञ्चमी. तत्र कस्मात् प्राप्तवान् तत्र इति प्रश्नस्य उत्तरं तत्र प्रधानमन्त्रिणः अत्र तु प्रधानमन्त्रिन् इति प्रातिपदिकं नकारान्तपुल्लिङ्गशब्दः गुणिवत् भवति. प्रधानमन्त्री इति प्रथमाविभक्ति एकवचने भवति. प्रधानमन्त्री मुख्यमन्त्री इति इकारान्त. अपि च प्रधानमन्त्रिणः मुख्यमन्त्रिणः इति पञ्चमीविभक्ति एकवचनम्. इदानीं तत्र मुख्यमन्त्रिणः इति एकवचने अस्ति. बहुवचने किं भवति? पञ्चमी विभक्ति बहुवचनं. मुख्यमन्त्री इति पदस्य बहुवचनं तत्र गुणिभ्यः इति भवति खलु. मन्त्रीभ्यः इति गुणिभ्यः मुख्यमन्त्रीभ्यः अपि च प्रधानमन्त्रीभ्यः इति समीचीनं भगिनि. अस्तु. अपि अग्रे अतः सः वदतु भगिनि. एतत् अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. अस्माकं सर्वेषाम् अभिमानास्पदम् अस्ति. अस्माकं कृते इति न दत्तं, परन्तु अध्यारुतः अस्ति अहं चिन्तयामि. अस्माकं सर्वेषां कृते एतत् अभिमानास्पदम् अस्ति. अभिमानास्पदं तत्र अभिमान कस्य अभिमानम्? अस्माकम् अभिमानम्. आस्पदं तत्र अभिमानं वर्धयति अथवा जनयति इति आस्पदम् अस्ति अस्ति अस्माकम् एतत् इत्युक्ते एतत् प्राप्तवान् इति हा प्राप्तवान् इति यः विषयः अस्ति एषः विषयः अभिमानास्पदः अस्ति अस्तु भगिनि समीचीनं धन्यवादः एषः प्रसङ्गः इति हा सत्यं भगिनि हा एषः सन्दर्भः प्रसङ्गः अभिमानास्पदः अस्ति तत्र अभिमानास्पदः यतोहि तत्र प्रसङ्गः पुल्लिङ्गे अस्ति इति विशेषणभावः इति अस्तु समीचीनं तत्र महोदय तत्र पञ्चमी अपि भवितुम् अर्हति किल अस्मभ्यं अस्मभ्यं सर्वेभ्यः भवति वा न तत्र अभिमानं कस्य अभिमानम् ओ अस्तु मम अभिमानम् अथवा अस्माकम् अभिमानं वर्धयति अथवा जनयति अभिमानं जनयति ओ ओ अहं तु बहु सन्तोषम् अनुभवामि एषः एतं छात्रम् अहं जानामि एषः छात्रः मम विद्यालये अस्ति इति तत्र अभिमानम् षष्टि एव भवति षष्टि इति एव गौरवास्पदमिति अपि हा सत्यं भगिनि हा सत्यं परन्तु महोदय अत्र तु अस्माकं सर्वेषां कृते इति कृते शब्दस्य आवश्यकता अस्ति वा नास्ति नास्ति भगिनि यतोहि तत्र मम अभिमानम् इति एव तत्र मम कृते अभिमानम् इति नास्ति मम अभिमानम् सत्यं किन्तु तत्र अभिमानास्पदं तत्र कस्य अभिमानास्पदम् इति तत् भवितुम् अर्हति भवति भगिनि तत्र मम अभिमानास्पदम् इति वक्तुं शक्नुमः अस्तु अग्रे तत्र आस्पदम् इत्युक्ते जनयति आस्पदं हास्यास्पदं हास्यास्पदम् अत्र अभिमानास्पदं तत्र जनयति वा वर्धयति वा इति तादृश अर्थः हास्यास्पदम् इति प्रायशः श्रुतवती हास्यास्पदं नाटकं हा सत्यं भगिनि हास्यास्पदं नाटकम् अस्ति इति अस्तु तर्हि अग्रे तत्र अस्तु ललिता भगिनि भवती एव अग्रे पठतु तत्र इदानीम् एतादृशानां अस्तु ललिता भगिनि न श्रूयते पठतु भगिनि एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रसृतं भविष्यति भविष्यति इति क्रियापदम् कर्तृपदं किम् किं भविष्यति एषस्य यशः हा यशः भविष्यति यशः भविष्यति इदानीं कीदृशः यश् कीदृशं यशः तत्र यशः इति पदपरिचयं करोतु तत्र लिङ्गं किं यशः हा यशः इति नपुंसकलिङ्गे सकारान्तपदं हा मनस् हा अतः नपुंसकलिङ्गे अस्ति अतः तत्र यशः भविष्यति तत्र विशेषणमस्ति वा विशेषणं किमस्ति विशेषणं न देशस्य इति विशेषणं नास्ति देशस्य इति षष्टि खलु भगिनि अस्तु अस्तु तत्र यशः इति आरभ्य वाक्यं पठतु यशः प्रसृतं भविष्यति हा यशः प्रसृतं तस्य विशेषणविशेषणं हा यशः प्रसृतं प्रसृतं भविष्यति प्रसृतम् इत्युक्ते विशेषणं तत्र तस्य प्रसारणं तत्र यशस्य यशस्य इति यशसः यशसः प्रसरणम् अथवा प्रसारणं भविष्यति अथवा यशः प्रसृतं भविष्यति कुत्र जगति इत्युक्ते सप्तमी विभक्ति हा जगति जगति हा समीचीनं हा अतः यशः जगति प्रसृतं भविष्यति कुत्र भविष्यति जगति भविष्यति भविष्यति समीचीनम् इदानीं कस्य यशः देशस्य देशस्य यशः कस्य यशः देशस्य यशः कस्य यशः देशस्य हा अस्तु इदानीं तस्मात् पूर्वं किमस्ति हा इदानीं तत्र बालानां द्वारा बालानां द्वारा इत्युक्ते तत्र बालानां द्वारा इति किन्तु बालानां द्वारा इति स्थाने अन्यत् रूपं वक्तुं शक्नुमः वा भवति वा तत्र बालानां द्वारा इति स्थाने बालानां माध्यमेन हा समीचीनं किन्तु तत्र माध्यम अस्ति चेत् तत्र विभक्ति का माध्यमेन तृतीया विभक्ति अस्ति अस्तु अतः तत्र बालानाम् इति स्थाने अन्यत् किं भवितुम् अर्हति बालैः बालैः एव माध्यमैः द्वारा न पुनः माध्यमैः तस्य आवश्यकता नास्ति बालैः इत्युक्ते माध्यममेव द्वारा अपि न तस्य आवश्यकता अपि नास्ति बालैः एव बालैः एव देशस्य यशः जगति प्रसृतं भविष्यति बालैः इति अर्थे अत्र किं दत्तमस्ति बालानां द्वारा इति दत्तमस्ति कीदृशाः बालाः विवेकिनां विशेषणमस्ति धीमतां सो विवेकिन् प्रातिपदिकं सो विवेकी विवेकिनौ विवेकिनः समीचीनं भगिनि हा समीचीनम् इदानीं तत्र धीमताम् इति हा समीचीनं भगिनि धीमत् इति प्रातिपदिकम् अपि धैर्यवतां षष्टिविभक्ति अस्ति धैर्यवतां बालानां षष्टि बहुवचनं समीचीनं समीचीनम् अस्तु अत्र कुत्र अस्तु समीचीनं भगिनि हा अतः तत्र विवेकी तत्र विवेकिनां धीमतां धैर्यवताम् इति तत्र प्रथमविभक्ति एकवचनरूपं किं भवति तत्र विवेकी धीमान् धैर्यवान् बालः बालः इति समीचीनं भगिनि हा बालः विवेकी धीमान् धैर्यवान् बालः तत्र विवेकी इति तत्र प्रत्ययः भिन्नः किन्तु अर्थः समानः यस्य अथवा यस्मिन् विवेकः अस्ति सः विवेकी यस्य अथवा यस्मिन् धी अस्ति सः धीमान् अथवा यस्य अथवा यस्मिन् धैर्यम् अस्ति सः धैर्यवान् इति अतः तत्र अर्थः समानः किन्तु रूप सामान्यं नास्ति तत्र तत्र एकमस्ति विवेकी धीमान् धैर्यवान् नकारान्तशब्दः विवेकिन् नकारान्तशब्दः धीमान् इति तु धीमत् इति तकारान्त धैर्यवत् तदपि समीचीनं भगिनि हा अपि एतादृशानां पुनः तत्र विशेषणं समीचीनं भगिनि धन्यवादः अस्तु धन्यवादः इदानीं तत्र मधुसूदन महोदय पुनः एतद् वाक्यस्य अर्थः एतस्य वाक्यस्य अर्थः एकवारं वदति वा महोदय? तत्र एतादृशानां एकवारं पठित्वा वदतु महोदय. अस्तु महोदय. एतादृशानां विवेकिनां धीमतां धैर्यवतां बालानां द्वारा एव देशस्य यशः जगति प्रस्तुतं भविष्यति. प्रस्तुतं भविष्यति. एतादृशानां इत्युक्ते अत्र बालानां यदि तत्र संस्कृते संस्कृतभाषया न वक्तुं शक्नोति अथवा तत्र यः अर्थः अस्ति तत् वदतु महोदय. आङ्ग्लभाषया अपि प्रयत्नं करोतु, चिन्ता मास्तु. अस्तु महोदय. एतादृशानां दिस् इस् देशस्य फोर् द प्रोडक्शन् आफ् यशः इत्युक्ते कीर्तिः इति स्वीकरोतु. देशस्य यशः बालानां देशस्य यशः जगति प्रसृतं. प्रसृतम् इत्युक्ते सर्वत्र भवति, केवलम् एकत्र न, जगति सर्वत्र भविष्यति. देशस्य कीर्तिः इत्युक्ते ओ एषः देशः एतादृशः अस्ति इति अहं श्रुतवान् इति तत्र देशस्य कीर्तिः अथवा यशः सर्वत्र भविष्यति. केषां द्वारा अथवा कैः इत्युक्ते बालैः. तत्र साधारणबालः अस्ति वा अथवा विशेषबालाः एते? विशेषबालाः अस्ति. विवेकिबालः अथवा धीमान् बालः, अपि धैर्यवान् बालः, अथवा ये बालाः विवेकिनः अपि तत्र ये बालाः इदानीम् अस्तु. तत्र श्रीप्रिया भगिनी, तत्र विवेकिनां धीमतां धैर्यवतां बालानाम् इति षष्टि बहुवचने अस्ति, तत्र प्रथमविभक्तौ बहुवचने किं भवति भगिनि? बालाः ये सन्ति तेषां द्वारा प्रसृतं भवति. तत्र यशः कीर्तिः केवलं भारतदेशे एव भवति इति न, किन्तु जगति सर्वत्र, देशे विदेशे सर्वत्र प्रसृतं भवति इति. समीचीनं महोदय. अवगतः वाक्यस्य अर्थः अवगतवान् खलु? अस्तु महोदय, समीचीनम्. अस्तु तर्हि तत्र श्रीप्रिया भगिनी अग्रे अपि पठति वा भगिनि? प्रवृत्तां घटनां सत्यजितः मुखात् एव वयम् इदानीं श्रोष्यामः. श्रोष्यामः इति क्रियापदम् अस्ति, भविष्यत्कालक्रियापदं. वयम् इति कर्तृपदं. वयं श्रोष्यामः. किम् इत्युक्ते प्रवृत्तां घटनाम् इति कर्मपदम्. प्रवृत्तां घटनां श्रोष्यामः. या घटना प्रवृत्ता, तां घटनाम् इदानीं वयं श्रोष्यामः. समीचीनं भगिनि. कुतः श्रोष्यामः? नो चेत् कः वदति इत्युक्ते सत्यजितः मुखात्. सत्यजितः मुखात्. तत्र सत्यजितः इति विभक्ति का? तत्र षष्ठी विभक्ति. षष्ठी विभक्ति. सत्यजितः मुखात् एव वयम् एव इदानीं श्रोष्यामः समीचीनं भगिनि. हा अस्तु अग्रे सत्यजित् सर्वेषां विदुषां चरणकमलयोः मम नमस्काराः. विदुषाम् इति तत्र विद्वान् इति पदस्य समीचीनं भगिनि. हा तत्र विदुषाम् इति षष्टी बहुवचनं तेषां तत्र विद्वस् इति प्रातिपदिकं विद्वान् इति प्रथमविभक्ति एकवचनरूपं. बहुवचने किम् अस्ति? अतः तत्र सर्वे विद्वांसः ये सन्ति अत्र तेषां चरणकमलयोः मम नमस्कारः इति सः वदति. हा अग्रे. तस्मिन् दिने विरामः आसीत्. हा यस्मिन् दिने तत्र घटना या घटना प्रवृत्ता आसीत् इति तस्याः विषये सः वक्तुम् इच्छति. इदानीम् आरम्भं कृतवान्. तस्मिन् दिने किम् आसीत्? विरामः आसीत्. हा चरणकमलयोः इति सप्तमी द्विवचने वा? तत्र चरणकमलयोः मम नमस्कारः षष्ठी इति द्विवचनं. हा षष्ठी द्विवचनम् इति मन्ये भगिनि. षष्ठी वा सप्तमी वा? षष्ठी एव भवति. गुरूणां नमस्कारः इति भवति भगिनि. हा एट् द फीट् आफ् सप्तमी न वा महोदय? अत्र विदुषां चरणकमलयोः हा विदुषां तु षष्ठी, चरणकमलयोः अपि भगिनी तत्र षष्ठी द्विवचनम् इति चिन्तयामि भगिनि. यद्यपि तत्र रूपं सत्यमेव तत्र सप्तमी अपि भवितुम् अर्हति, किन्तु तत्र मम नमस्कारः कस्य इति तत्र मम नमस्कारः तत्र सर्वेषां नमस्काराः इति वदामः खलु. तत् भिन्नं किन्तु किन्तु तत्र हा किन्तु तत्र रूपं कीदृशं भवति? तत्र सर्वेभ्यो नमः, तत्र तु नमः अस्ति इति कृत्वा चतुर्थी, अथवा सर्वेषां नमस्कारः इति वदामः. तत्र सर्वेषां तु षष्ठी एव खलु? न सप्तमी न भवति भगिनि, यतोहि तत्र यदि भवति तत्र किं तत्र भगिनि एकनिमिष तत्र गौरवं तत्र अस्तु एकनिमिष वदामि. तत्र यदि न आङ्ग्लभाषा मास्तु तत्र यदि तत्र कोऽपि आगच्छति तत्र उपन्यासः किमपि भवति तत्र किं वदन्ति? तत्र गुरुचरणाः आगच्छन्ति इति एव वदन्ति ते. गुरुः आगच्छति इति ते न वदन्ति, गुरुचरणाः आगच्छन्ति, इदानीम् आगच्छन्ति ते वदन्ति इति एव तादृशया भाषया एव तत्र आरम्भं कुर्वन्ति. गुरुः तदपि सत्यं, किन्तु गुरुचरणाः इति तत्र अस्ति, तत्र तादृश तत्र चरणः गुरुचरणाः आगच्छन्ति इति एव वदन्ति. तादृशार्थे अपि तत्र चरणकमलयोः तेषाम् अथवा चरणकमलयोः अपि षष्ठी इति मम चिन्तनं. तत्र प्रायशः सप्तमी अपि भवितुम् अर्हति भगिनि. महोदय अत्र चरणकमलयोः अहं नमस्कारं करोमि इति अस्ति चेत् षष्ठी इति स्वीकर्तुं शक्नुमः खलु? चरणकमलयोः नमस्कारं करोमि इति अस्ति चेत् तादृशं भवति चेत् षष्ठी इति स्वीकर्तुं शक्नुमः. चरणकमलयोः नमस्कारं सत्यं भगिनि. हा अतः अहं चिन्तयामि षष्ठी समीचीनं. कुत्र नमस्कारं करोमि तत्रापि अस्तु, तत्रापि अहं चरणकमलयोः नमस्कारं करोमि, तत्र सप्तमी इति तदपि समीचीनं, किन्तु अत्र प्रायशः षष्टी इति चिन्तयामि, चिन्ता मास्तु, अर्थः अवगतः तावदेव. अस्तु शुभदा भगिनी, समीचीनं वा? अस्तु अस्तु, तर्हि इदानीं तत्र नूतनसमयः अस्ति खलु, इदानीं तत्र समयः अपि जातः, क्षम्यतां. अस्तु तर्हि तत्र श्रीप्रिया भगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति वा? सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. धन्यवादः.